दृष्टि भगिनी आं भगिनि पठामि संस्कृतं नित्यं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रं संस्कृतिं तथा संरक्षणनुकुर्याम विश्वं शान्ति समन्वितम् उत्तमं भगिनि प्रारम्भं कुर्मः भगिनि योर वाय्स् इस् क्राकिङ्ग् इट्स् वेरि लो मै वाय्स् यस् Okay, now it is okay. We will start. Divya Bhavini, prarambham karotu. Saptatrimshat Pathak. Divyam dadami te chakshuhu. चतुर्थी विभक्तिः उच्चैः पठत जानीत च शिवः अर्जुनः शिवः अर्जुनाय पाशुपतास्त्रं ददाति अग्रे अपि पठतु आञ्जनेयः सीता आञ्जनेयः सीतायै अङ्गुलीयकं ददाति भीमः द्रौपदी भीमः द्रौपद्यै सौगन्धिकपुष्पं ददाति उत्तमं नाम यस्मै कस्मै वयं किमपि दद्मः तर्हि तस्य चतुर्थीविभक्तिः आवश्यकी अस्ति नाम अत्र अर्जुनः अस्ति सीता अस्ति द्रौपदी अस्ति नौ आल् दीस् थ्री पीपल् आर् रिसीवर्स् सो रिसीवर् मस्ट् बि इन् चतुर्थी विभक्ति अस्तु अग्रे गच्छामः इन्दु भगिनी अग्रे पठतु इन्दु भगिनी म्यूट् मध्ये अस्ति अन्म्यूट् करोतु सोरि सोरि भगिनि क्षम्यताम् इन्द्रः कर्णाय शक्त्यायुधं दत्तवान् शिक्षिका छात्रैयै गीतां दत्तवती भक्ताः देवतायै फलम् अर्पयति कृष्णः अर्जुनाय दिव्यं चक्षुः दत्तवान् यत् कस्मै अपि अश्रद्धया ददाति तत् असत् भवति उत्तमं भगिनि यत् नाम अत्र पश्यतु अर्पणं नाम अर्पणं करणीयमस्ति नाम सः ददाति एव भक्तः ददाति एव तर्हि कर्ण अस्ति छात्रा अस्ति देवता अस्ति अथवा अर्जुनः अस्ति अथवा अश्रद्धा अस्ति तर्हि अपि यस्मै दत्तवान् अस्ति सः शब्दः चतुर्थी विभक्ति मध्ये आवश्यकम् अस्ति नामकरणाय छात्रायै देवतायै अर्जुनाय अश्रद्धया अश्रद्धया नाम न न अश्रद्धया इति शब्दः अस्ति तृतीया विभक्ति मध्ये परन्तु तत्र पश्यतु कस्मै इति शब्दः अस्ति कस्मै सः चतुर्थी विभक्ति मध्ये अस्ति सः आवश्यकमस्ति सः शब्दः आवश्यकमस्ति अश्रद्धया न पुस्तकम् अस्ति भवत् सर्वेषां समीपे आं भगिनि आं भगिनि भगिनी अञ्जलि भगिनी दिव्यं ददामि ते चक्षुः ते तुभ्यं ते स्तुभ्यं रैट् सन्ध्या भगिनी पेज् नम्बर् 147 ते चतुर्थी विभक्ति युष्मत् सर्वनाम युष्मत् शब्दः अस्ति तुभ्यं तुभ्यं त्वं त्वा युवां वां युष्मान् वः स्वयं वाभ्यां युष्माभिः युष्मा अनन्तरं किमस्ति चतुर्थी विभक्तिः तुभ्यं ते युवाभ्यां वां युष्मभ्यं वः नौ तुभ्यं ते इति आवश्यकम् अत्र दिव्यं ददामि ते चक्षुः ते अस्ति आप्शन् वैकल्पिकरूपम् अस्ति तत्र तर्हि वयं योक्तुं शक्नुमः न 147 भगिनी 147 हा तर्हि धन्यवादः भगिनी अस्मत् सर्वनाम अनन्तरं युष्मत् सर्वनाम यत्र कुत्र ऑप्शनल फॉर्म नाम वैकल्पिकरूपम् अस्ति तत् रूपं वाक्यमध्ये योक्तव्यम् अस्ति न वाक्यस्य आरम्भे ते दिव्यं चक्षुः ददामि इति न दिव्यं ददामि ते चक्षुः तुभ्यं दिव्यं चक्षुः ददामि सम्यक् अस्ति परन्तु ते दिव्यं चक्षुः ददामि असम्यक् अस्ति अत्र सम्यक् नास्ति तर्हि वैकल्पिकरूपम् अस्ति चेत् वाक्यस्य प्रारम्भे न योक्तव्यं वाक्यं मध्ये योजनीयम् अस्ति प्राप्तं वा आं भगिनि अग्रे गच्छामः जीन् महोदय अग्रे पठतु आं भगिनि देवः मनवाय इष्टान् भोगान् यच्छन्ति देवाः मानवाय इष्टान् भोगान् यच्छन्ति उत्तमं भवान् अग्रे अपि पठतु भगिनी अहम् इण्टरप्टं करोमि परन्तु पञ्चमं वाक्यं यत् कस्मै अपि अश्रद्धया ददाति तत् असत् भवति एतस्य भावार्थं न पाटलवर्णे आवश्यकमस्ति कस्मै इति शब्दः पाटलवर्णे आवश्यकमस्ति न अश्रद्धया अश्रद्धया तृतीया विभक्तिर्मध्ये अस्ति परन्तु भगिनि एतस्य भावार्थं न अवगतम् अश्रद्धया ददाति श्रद्धा नास्ति श्रद्धा नास्ति परन्तु अहं भिक्षुकाय धनं ददामि मम मनसि श्रद्धा नास्ति मम मनसि श्रद्धा नास्ति तर्हि अपि अहं भिक्षुकाय धनं ददामि तर्हि तत् धनम् उपयोगं कर्तुं शक्यते परन्तु लाभः न मम धन्यवादः भगिनि आम् आम् आं भगिनि तद् धन्यवादः अस्तु अग्रे गच्छामः हा भवान् पठतु अग्रे मनुष्याः देवाय हविः अर्पयन्ति मनुष्याः देवाय हविः अर्पयन्ति अग्रे पठतु भक्ताय ईश्वरः सद्बुद्धिः ददाति सद्बुद्धिं ददाति सद्बुद्धिं ददाति अग्रे अपि पठतु कस्मै अपि यत् किमपि ददाति तत् अपि ईश्वरार्पणं करोतु अधुना पश्यतु इन्दु भगिनी यत् कस्मै अपि अश्रद्धया ददाति तत् असत् भवति अधुना पश्यतु कस्मै अपि यत् किमपि ददाति तत् अपि ईश्वरार्पणं करोतु ईश्वरार्पणस्य भावः नास्ति चेत् अश्रद्धया भवति आं भगिनी धन्यवादः भगिनी अस्तु अस्तु अग्रे गच्छामः ज्योति भगिनी कृपया पठतु भगिनी कस्मै ओके दिस् ओवर् अभक्ताय गीता न देया गीता शुड् नाट् बि गिवन् टु द वन् हू इस् नाट् डिवोटी भक्ताः भक्ताः भक्त्यां पत्रं पुष्पफलम् इत्यादि ईश्वराय ददाति द पीपल् हु आर् डिवोटीस् दे गिव् पत्र पुष्प एण्ड् फलं फ्रूट्स् लीव्स् एण्ड् फ्लवर्स् वित् डिवोशन् etcetera ityadi they offer it to ishvara okay agare api patatu ambhi gnyaninah shushrushave gnanam dadati so gnaninah is knowledgeable people shushrushave shushrushu Shushrushu. The person by name Shushrushu? No. He want to learn. Shuru Dhatu Asti Tatra. Shushrushu. Jnaninah Jnanam Dadati is one sentence. And to whom they offer Shushrushave. Okay. Then... लास्ट् वन् आं भगिनि भगवान् भगवान् मुमुक्षवे मोक्षं ददाति गाड् गिव्स् साल्वेशन् टु द वन् हू इस् विलिङ्ग् टु हू इस् विलिङ्ग् द साल्वेशन् तर्हि अधुना अर्पणमस्ति चेत् यच्छति नाम भगिनि भगिनि वन् डौट् भगिनि शुश्रूषु इस् इट् संथिङ्ग् लैक् मुमुक्षु सेम् वे यस् यस् बट् नाट् लैक् देट् सीकर् मुमुक्षु इस् नाम मोक्षस्य इच्छा इच्छा शुश्रूषु अपि वि केन् से who want to learn then okay the one Ichha who is interested okay. or is willing to listen willing to listen yes dhanyawad bhagini swasti pratham gani yaha asti dayatsha ambhagini swasti परन्तु ददाति मध्ये केवलं दा इति धातुः अस्ति तृतीयगणीयः अर्पणं नाम देयं हा भगिनी भगिनी विद्याभगिनी किमपि प्रष्टुमिच्छति वा आं भगिनी ददति ईश्वराय ददति इट्स् इस् इट् टैपिङ्ग् इस् न न न बहुवचन बहुवचन ओ राय् सोरि बहुवचनं विच् ददति बहुवचनं आं भगिनि धन्यवादः भगिनि भगिनि हा देया विच् फार्म् इस् इट् देया गीता न देया टेन्त् अभक्ताय गीता न देया देय देय दातव्यदानीय कृत्याः कृत्याः भगिनि यस् लिटल् भगिनि भक्त्या इस् स्त्रीलिङ्ग देर् इस् देट् लेवन् लेवन् भक्ताः तृतीय तृतीय विभक्ति भक्त्या भक्त्या इस् तृतीया विभक्ति इलेवन्थ् वन् यस् यस् भगिनि भक्त्या इस् तृतीया विभक्ति भक्त्या नाम वित् डिवोशन् ओके ओके भक्ति के साथ धन्यवादः भगिनि अस्तु अस्तु भगिनि लक्ष्मी भगिनी अग्रे पठामः आं भगिनि प्रथमा विभक्ति चतुर्थी विभक्ति सैमल्टेनियस्लि अवधेयं प्रथमा विभक्तिः चतुर्थी विभक्तिः योधः योधौ योधाः योधा चतुर्थीविभक्तिः योधाय योधाभ्यां योधेभ्यः नाम योधः इति शब्दः अस्ति चेत् देवः देव इति शब्दः अस्माकं कृते माडेल् वर्ड् अस्ति देवः देवः देव देवः देवाः जस्ट् लैक् देट् योधः योधौ योधाः एण्ड् देवाय देवाभ्यां देवेभ्यः जस्ट् लैक् देव ऋषिकेशः ऋषिकेशौ ऋषिकेशाः प्रथमा विभक्तिः चतुर्थी विभक्तिः ऋषिकेशाय ऋषिकेशाभ्यां ऋषिकेशेभ्यः नाम ऋषिकेशः मोडल् वर्ड् कः ऋषिकेशः रामः देव इति देवः कृते देवः अग्रे गच्छामः देवाय देवाभ्यां देवेभ्यः उत्तमम् उत्तमं भगिनि सन्ध्या भगिनी अग्रे पठतु आं भगिनि वीणा वीणे वीणाः न देवता देवता देवते देवताः चतुर्थी विभक्ति देवतायै देवताभ्यां देवताभ्यः अधुना अस्माकं कृते कः शब्दः मूलशब्दः अस्ति देवता देवता नाम माला इति शब्दस्य रूपाणि अत्र वयं योक्तुं शक्नुमः आकारान्तस्त्रीलिङ्ग वा आकारान्तस्त्रीलिङ्गे शब्दः देवता इति अस्ति देवता नाम पुल्लिङ्गदेवता अपि भवति भवितुमर्हति स्त्रीलिङ्गे स्त्रीलिङ्गम् अपि भवितुमर्हति नाम विष्णुः इति देवता अस्ति लक्ष्मीः इति अपि देवता अस्ति परन्तु विष्णुः देवः अस्ति लक्ष्मीः देवी अस्ति देवता शब्दः भगिनी can you repeat that please the last yes. bit you know yes. lakshmi vishnu asti api devata and lakshmi hi asti chet api devata devata pullinga dev pullinga rupena api vaktum yoktum shakyate strilinga rupena api yoktum shakyate bhagini santi bhagini lakshmi asti chet ha लक्ष्मी अस्ति चेत् देवी अपि वक्तुं शक्नोमि केवलम् अधुना ऋग्वेदीयदेवताः ऋग्वेदमध्ये याः याः देवताः सन्ति पुल्लिङ्गरूपेण भवितुम् अर्हति अथवा स्त्रीलिङ्गरूपेण भवितुम् अर्हति तेषां वर्णनम् अस्ति चेत् देवताः इति शब्दः अस्ति परन्तु तत्र प्रजापतिः अस्ति चेत् प्रजापतिः देवता प्रजापतिः देवः विष्णुः देवः ओके उषा अस्ति चेत् उषा सा देवता अपि अस्ति सा उषा देवी अपि अस्ति ज्ञातव्यं वा ज्ञातं वा नियमः अस्ति कोऽपि न न कोऽपि नियमः नास्ति देवता इति शब्दविशेषः पुल्लिङ्गरूपेण अपि योक्तुं शक्यते स्त्रीलिङ्गरूपेण अपि योक्तुं शक्यते इफ् यु वाण्ट् टु से स्पेसिफिकलि देन् विष्णुः देवः लक्ष्मीः देवी परन्तु लक्ष्मीः अपि देवता अस्ति विष्णुः अपि देवता अस्ति द्विलिङ्गे अस्ति शब्दः देवता देवता शब्दः स्त्रीलिङ्गे अस्ति परन्तु विष्णोः कृते अपि योक्तुं शक्नुमः लक्ष्म्याः कृते अपि वक्तुं शक्नुमः आं भगिनि अस्तु सो भगिनि विष्णुः वि हाव् टु से देवः विष्णुः देवः आर् विष्णुः देवता विष्णुः देवः देवः ओन्ली I will tell you. ऋग्वेदे अनेकाः देवताः सन्ति ऋग्वेदे अनेकाः देवताः सन्ति तेषु विष्णुः देवः अस्ति तेषु विष्णुः देवः अस्ति उषा देवी देवे सावित्री देवी अस्ति सविता देवः अस्ति सविता नाम सूर्य सूर्यस्य पुत्री अस्ति चेत् सावित्री तर्हि सावित्री देवी अस्ति सविता देवः अस्ति ऋग्वेदमध्ये सविता सावित्री उषा विष्णुः प्रजापतिः देवताः सन्ति गोडेस् कन्फ्यूसिङ्ग् भगिनी देवः शब्दः अतः केवलं देवः मीन्स् गाड् देवी मीन्स् गोडेस् आम् भगिनि प्रयोगं कर्तुं शक्नुमः वा कुत्र देवः शब्दः केवलं पुल्लिङ्गदेवता पुल्लिङ्गे अस्ति देवता शब्दः केवलं स्त्रीलिङ्गे अस्ति परन्तु देवता नाम डीटी विष्णुः गॉड लक्ष्मी ही गॉडेस ओके भगिनी सो देवः इज फॉर मेल गॉड्स देवी इज फॉर फीमेल गॉड्स देवता इज फॉर बोथ मेल एंड फीमेल गॉड्स यस करेक्ट करेक्ट करेक्ट ओके धन्यवाद भगिनी सो कृष्णः देवः अस्ति सरस्वती देवी अस्ति कृष्णः सरस्वतीः देवताः सन्ति हा कृष्णः सरस्वती विष्णुः सीता श्रीरामः देवताः सन्ति ओके आं भगिनि धन्यवादः अग्रे गच्छामः वा भगिनि वेन् यु से टुगेदर् then you can use devata yes yeah can whether say, it is male or female yeah. no no we can say vishnu devata rupede asti oh you can say that vishnuhu devata okay that's what I will come to vishnuhu devata rupede madhye asti mhm so devah vishnuhu rupede madhye asti oh okay we can say both way परन्तु देवता शब्दः अस्ति स्त्रीलिङ्गे अन्यः अस्ति पुल्लिङ्गे देवी अस्ति स्त्रीलिङ्गे देवता वी केन् यूस् फार् गाड् अण्ड् गाडेस् बट् देवः वि आर् यूसिङ्ग् ओन्लि फार् मेल् गाड् अण्ड् देवी वि आर् यूसिङ्ग् ओन्लि फार् फीमेल् गाड् And devata word we can use for both. Mm-hmm. Clear now? Mm-hmm. Thank you. Agree katha mama? I'm beginning. Okay. Whose turn is that now? Sunday. अग्रे पठतु ओके भगिनि वीणा वीणे वीणाः वीणायै वीणाभ्यां वीणाभ्यः अस्तु शिला भगिनी न का अस्ति तत्र सृष्टि भगिनी अग्रे पठतु महती महत्यौ महतय महत्यः महत्यै महतीभ्यां महतीभ्यः ब्राह्मी ब्राह्म्यौ ब्राह्म्यः ब्राह्म्यै ब्राह्मीभ्यां ब्राह्मीभ्यः नाम अत्र किमस्ति पश्यतु योधः ऋषिकेशः मोडल् वर्ड् देव देवता वीणा एण्डिङ्ग् वित् आकारान्त अस्ति तर्हि माला महती ब्राह्मी दीर्घ इकारान्त अस्ति चेत् नदी अधुना पश्यतु पात्रं गात्रं नाम वनं जस्ट् लैक् वनं डिक्लेन्शन्स् आर् सेम् एस् वनं तर्हि आल् फोर् टैप्स् आफ् वर्ड्स् आर् हियर् एण्ड् वी आर् लुकिङ्ग् फोर् चतुर्थी विभक्ति अस्तु सूक्ष्मा भगिनी अग्रे पठतु आं भगिनि ब्राह्मी न न पात्रं पात्रं पात्रे पात्राणि चतुर्थी विभक्ति पात्राय पात्राभ्यां पात्रेभ्यः गात्रं गात्रे गात्राणि चतुर्थी विभक्ति गात्राय गात्राभ्यां गात्रेभ्यः अस्तु उत्तमं भगिनि अग्रे गच्छामः पात्रं पात्रमेवं गात्रम् एतत् नपुंसकलिङ्गे अस्ति आम् आम् पात्रं गात्रं बोथ् वर्ड्स् आर् नपुंसकलिङ्ग नपुंसकलिङ्ग कौरवपाण्डवानां कन्दुकक्रीडाप्रसङ्गे कः कस्मै कन्दुकं ददाति इति अत्र दर्शितमस्ति तद् दृष्ट्वा यथोदाहरणं वाक्यानि लिखत दिव्या भगिनी किं करणीयमस्ति अत्र हा भगिनि ऐ डिण्ट् हियर् द क्वश्चन् न न केवलं प्रश्नं पठितवती अहं कौरवपाण्डवके कौरवपाण्डवानां कन्दुकक्रीडाप्रसङ्गे कः कस्मै कन्दुकं ददाति इति अत्र दर्शितम् अस्ति तत् दृष्ट्वा यथोदाहरणं वाक्यानि लिखत हियर् इट् इस् गिवन् वैल् प्लेयिङ्ग् फुट्बाल् हू गेव् टु हू बिट्वीन् कौरवास् अण्ड् पाण्डवास् वैल् प्लेयिङ्ग् द बाल् हू हेस् गिवन् द बाल् टु हू that we have to write. So Yudhishthira Duryodhanaya Chaturthi Duryodhanaya Kandukam Dadati. So receiver is Duryodhana. So Duryodhana. Tasya Chaturthi Vibhakti. Uttama. Ekam Vakyam Nirmatu Kripaya. Nakulaha Somat कीर्ति सोमकीर्त्यै सोमकीर्त्यै कन्दुकं ददाति सोमकीर्त्यै अपि चल सोमकीर्त्यै न चलति सोमकीर्तये सोमकीर्तिः इति कोऽपि राजा अस्ति तर्हि सोम हरिशब्द नकुलः सोमकीर्तये कन्दुकं ददाति कीर्तये ओके एक्चुलि कीर्ति शब्दः अस्ति त्रिलिङ्गि परन्तु अत्र नाम अस्ति सोमकीर्तिः नाम अस्ति अस्तु अग्रे गच्छामः इन्दु भगिनी कृपया वाक्यं निर्मातु आं भगिनि सहदेवः दुश्शलायै दुश्शलायै दुश्शलायै कन्दुकं ददाति उत्तमं भगिनि अग्रे गच्छामः जित् महोदय अग्रे पठतु सहदेवः सुबाहु सुबाहुः न जानामि अर्जुनः पश्यतु तत्र सुबाहुः सुबाहुः अर्जुनाय कन्दुकं ददाति ऐ डोण्ट् नो बाल् कन्दुकं नाम बाल् सुबाहुः अर्जुनाय कन्दुकं ददाति विविच्छु अस्ति चेत् विविच्छुः अस्ति चेत् उकारान्तः शब्दः अस्ति नाम अस्माकं कृते मोडेल् वर्ड् अस्ति भानु चतुर्थीविभक्तिमध्ये किं भवति भानवे तर्हि विविच् कवये सुबाहुः विविध कवे कन्दुकं ददाति इति भवति प्राप्तं वा I don't hear really good. Can you repeat, please? Yes. Subahuh Arjunaya kandukam dadati. Arjuna asti chet akarantah shabdah asti. Namad deva shabdasti rupam yat bhavati tad eva Arjuna iti shabdasya krute bhavati. यदि विविच्छुः अस्ति चेत् विविच्छु इति उकारान्तः शब्दः अस्ति तर्हि शब्दः नाम अस्माकं कृते भानुशब्दः अस्ति तर्हि भानवे इति चतुर्थी विभक्तिः भवति तर्हि विविच्छवे इति चतुर्थी विभक्तिः भवति विविच्छु शब्दस्य प्राप्तं वा श्रोतुं शक्नोति वा आं भगिनि अस्तु अग्रे गच्छामः ज्योति भगिनी पठतु आं भगिनि युयुत्सुः भीमाय कन्दुकं ददाति युयुत्सुः भीमाय कन्दुकं ददाति अग्रे गच्छामः लक्ष्मी भगिनी पठतु अर्जुनः भीमः भीमः विविस्तुवे कन्दुकं ददाति भीमः युयुत्सवे कन्दुकं ददाति सन्ध्या भगिनी दुर्योधनः नकुलाय कन्दुकं कः ददाति नकुलाय कन्दुकं कः ददाति कन्दुकं ददाति नकुलाय दुर्योधनः नकुलाय कन्दुकं ददाति उत्तमं भगिनि सृष्टि भगिनि आं भगिनि सहदेव सुबाहुः सोमकीर्तिः सुबाहुः भगिनि वेर् इट् इस् सेम् सेम् फ्रम् दुशला सोमकीर्ति सोमकीर्तिः एण्ड् सुबाहुः सोमकीर्तिः सुबाहु नाम उकारान्तः शब्दः सोमकीर्तिः सुबाहवे कन्दुकं ददाति सुबाहुः युयुत्सुः विविच्छु आल् थ्री वर्ड्स् एण्ड्स् वित् उकार सो उकार अस्ति चेत् वकार भवति तत्र सुबाहवे युयुत्सवे विविच्छवे जस्ट् लैक् देट् आं भगिनि सूक्ष्मा भगिनि दुर्योधनदुश्शला ओके दुर्योधनः दुश्शलायै कन्दुकं ददाति भगिनि अग्रे अपि पठतु एतानि वाक्यानि उच्चैः एतानि भगिनि भगिनि ऐ वन् डौट् Is it Subahave or Subahave? Subahave. Subahave. Subahave. Like Denu. Like Denu. not Devo, Devo Srilingam. Guru. Bhanu asti che ukarah apagachati. Ukarah eke iti agachati. Subaha ve. Ham bhagini. सूक्ष्मा भगिनी अग्रे पठतु आम् एतानि वाक्यानि उच्चैः पठत दाता यतये भिक्षां ददाति कृष्णः साधवे अभयं ददाति प्रजापतिः पठतु पठतु ओके प्रजापतिः कर्त्रे कर्मफलं ददाति अग्रे अपि पठतु श्रीकृष्णः द्रौपद्यै अभयं ददाति उत्तमं भगिनि अग्रे गच्छामः दिव्या भगिनी अग्रे पठतु रोगी वैद्याय धन्यवादं समर्पयति नायकः चम्वै उत्साहं ददाति चम्वै चम्वै वाट् इस् चम्वै चमु न चमु अस्ति चेत् चम्वै हा धेनू जस्ट् लैक् धेनु चमु नाम ग्रुप् चमु पुत्रः मात्रे फलं ददाति नेता प्रतिनिधये उपायनं ददाति प्रतिनिधये मध्ये मूलशब्दः कः प्रातिपदिकं कः प्रतिनिधये इति प्रातिपदिकं प्रतिनिधि प्रतिनिधि प्रतिनिधि प्रातिपदिकः अस्ति प्रतिनिधि उत्तमं भगिनि अग्रे गच्छामः इन्दु भगिनी कृपया पठतु भगिनी वाट् इस् द मूलशब्द प्रतिपादिकम् कर्त्री प्रातिपदिकं नाम मूलशब्दः वाट् इस् फोर् कर्त्रे कर्त्रे इट् इस् कर्तृ कर्तृ कर्तृ ऋकारान्तशब्दः अस्ति ऋकारान्त ओके नाट् कर्तृ बट् कर् जस्ट् लैक् मात्रे पित्रे कर्त्रे दात्रे नेत्रे हर्त्रे Okay, okay. So we pronounce it Matru and Pitru, right? Matru, Pitru, Matre, Pitre. Chaturthi Vibhakti Ekavachanam Matre, Athva Pitre. Just like that, Kartru, it is Moolapadam, Moolashabdah, Nama Pratipadikam, and Kartre, Chaturthi Vibhakti Ekavachanam. Okay, Bhagini. Just as apologies for asking a very basic question, Bhagini, but when we write it, it is sir plus sir. Sir. Can you hear me now, Bhagini? Yes. Kurupaya Uchayi Vadatu. Am, Bhagini. Am. Samyatam. I'm just trying to understand the spelling, Bhagini. So, sir plus sir plus that Ru underneath the T, right? And on top also. Ru. Yes. Ka, Rukar, Krishna Vata. Ah, right, right. Okay, okay. Astu Bhagini, Dhanyavada. Bhagini, look at the chart. Somebody put it on the chat. Yes, yes, yes, yes. Okay, okay. Thank you so much. Thank you a lot. Ha, Indu Bhagini, Pathatu, 9th one. गुरुः वटवे गुरुः वटवे आशिष्यं ददाति भक्तः वटवे प्रातिपदिकं कः वटु नाम बटु बटु एतत् प्रातिपदिकं बटु अस्ति हा बटु वटु अत्र वटु अस्ति वटु अस्ति एकनिमिषं लिखा लिखामि प्रतिपदि भक्तः मूर्तये पुष्पम् अर्पयति आपणिकः उपभोक्त्रे वस्तु ददाति उपभोक्तृ प्रातिपदिकमस्ति उपभोक्तृ उपभोक्तृ ऋकारान्तशब्दः अग्रे पठतु आं भगिनि वन् निमिषम् अहं लिखति लिखामि कृषकः धेनवे तृणं ददाति श्वश्रुवध्वे कङ्कणानि ददाति कङ्कणानि ददाति आम् देवः भक्ताय वरं ददाति अत्र किमपि देयमस्ति चम्वै चमु इति शब्दः अस्ति जस्ट् लैक् धेनु धेनवे अपि चलति धेनुवै अपि चलति धेनवे धेनुवै जस्ट् लैक् देट् चमु अस्ति चमवे चम्वै कोऽपि चलति अग्रे गच्छामः भगिनि अग्रे पठतु Is it correct? Balaha matre pitre pushpani dadati? Ha ha. Uttamam, uttamam mohodaya. Adhuna agare pathatu. Chaturthi vibhakti upani. Jeet mohodaya. Am bhagini. वैज्ञानिकः वैज्ञानिकाय वैज्ञानिकाभ्यां वैज्ञानिकेभ्यः कविः कवये कविभ्यां कविभ्यः अरिः अरिये अरिभ्यां अरिभ्यः अतिथये अतिथिभ्यम् अतिथिभ्यः उत्तमं भवान् नाम अत्र पश्यतु वैज्ञानिकः कविः अरिः अतिथिः आल् वर्ड्स् आर् प्रथमाविभक्ति एकवचनम् and next three words are chaturthi vibhakti ekavachanam dvivachanam bahuvachanam hello yes bhagini we can hear yes There is a phone call from my daughter and that's why I said hello. Okay. So, Jyoti Bhagini, agare pathatu. Am Bhagini. Guruhu, Gurave Gurubhyam Gurubhyah. Kuruhu, Kurave Gurubhyam Kurubhyah. बन्धुः बन्धवे बन्धुभ्यां बन्धुभ्यः चिकीर्षुः चिकीर्षवे चिकीर्षुभ्यां चिकीर्षुभ्यः युयुत्सुः युयुत्सवे युयुत्सुभ्यां युयुत्सुभ्यः चिकीर्षु नाम कर्तुमिच्छा कर्तुमिच्छा मुमुक्षु नाम मुक्तुमिच्छा शुश्रूषु नाम श्रोतुमिच्छा इच्छा अग्रे गच्छामः. लक्ष्मी भगिनी अग्रे पठतु. आं भगिनि. भ्राता भ्रातृभ्यां भ्रातृभ्यः भ्रातृभ्यः अभियन्ता अभियन्ते अभियन्त्रे अभियन्तृभ्याम् अभियन्तृभ्यः कर्ता कर्त्रे कर्तृभ्यां कर्तृभ्यः देवता देवतायै देवताभ्यां देवताभ्यः. अधुना अत्र पश्यतु भ्राता अभियन्ता कर्ता त्रिलिङ्गः ऋकार भ्रातृ अभियन्तृ कर्तृ भ्राता अभियन्ता कर्ता दीस् वर्ड्स् आर् प्रथमा विभक्ति एण्ड् भ्रात्रे अभियन्त्रे कर्त्रे चतुर्थी विभक्ति परन्तु देवता शब्द आकारान्त अस्ति भर्ता आकारान्त नास्ति ऋकारान्त अस्ति देवता अकारान्त अस्ति. सन्ध्या भगिनी अग्रे पठतु. सन्ध्या भगिनी श्रोतुं शक्यते वा? भगिनी सोरि ऐ बीन् हेविङ्ग् सम् प्रोब्लम् वित् मै लेप्टाप्. विच् वन् भगिनी विच् वन्? मूर्तिः पेज् नम्बर् 150. मूर्तिः मूर्त्यै मूर्तये मूर्तिभ्यां मूर्तिभ्यः मूर्त्यै मूर्तये मूर्तिभ्यां मूर्तिभ्यः. नारी आल्सो भगिनि? यस् यस् नेक्स्ट् थ्री. ओके ओके. नार्यै नारीभ्यां नारीभ्यः महति महत्यै महतीभ्यां महतीभ्यः पृथिवी पृथिव्यै पृथिवीभ्यां पृथिवीभ्यः. उत्तमं भगिनि. सृष्टि भगिनी शिला भगिनी वक्तुं शक्यते वा अधुना? यस् भगिनि. हा पठतु. धेनुः धेन्वै धेनुः धेन्वै धेनवे धेनुभ्यां धेनुभ्यः तनुः तन्वै तनवे तनुभ्यां तनुभ्यः समूः तन्वै समूभ्यां समूभ्यः माता. वन् मिनिट् वन् मिनिट् चमु वर् जस्ट् लैक् वधु दिस् इस् दीर्घ उकारान्त शब्द चमु इट् इस् नाट् लैक् धेनु वेरि सारि इट् इस् लैक् वधु अर्श्वश्रु. दीर्घ दीर्घ उकार माता मात्रे मातृभ्यां मातृभ्यः. उत्तमं भगिनि. सृष्टि भगिनी अग्रे पठतु. आं भगिनि. युद्धं युद्धाय युद्धाभ्यां युद्धेभ्यः दधि धन्ये दधिभ्यां दधिभ्यः वारि. आं भगिनि न न पठतु पठतु. वारि वारिणे वारिभ्यां वारिभ्यः मधु मधुने मधुभ्यां मधुभ्यः. नाम युद्धम् अकारान्तपुल्लिङ्गम् अकारान्तं नपुंसकलिङ्गं शब्दं दधि दीर्घ ह्रस्व इकारान्त नपुंसकलिङ्गं शब्दं वारि ह्रस्व इकारान्तं नपुंसकलिङ्गं शब्दं मधु ukarantam napunsakalinga shabda parantu dadhi is not like vari dadhi is different word dadhne dadhi bhyam dadhi bhya it is not dadhi nahi just like vari nahi it is not dadhi nahi it is dadhne agre gachhamahava So Dadi goes according to Nadi? No, not like that. Dadi is Napunsakalingam Ravvaikarantam Shabda. Parantu, this word doesn't take declensions like Vari. It is different. Just like Pati, word Pati is not like Kavi. Some forms are different. Word gau, it is not regular aukaranta word. It is different. Vidvans, it is not like sakaranta model word. It is different. Some words are like that. Aniyamitaha shabdaha. अगर एक अच्छा मह सूक्ष्मा भगिनी पठतु आम मधु मधुने मधु न न अभ्यासः अभ्यासः यथोदाहरणं चतुर्थी विभक्ति रूपैः रिक्तस्थानानि पूरयत सारथिः सारथये सारथिभ्यां सारथिभ्यः सेनापतिः सेनापतये सेनापतिभ्यां सेनापतिभ्यः ऋषिः ऋषये ऋषिभ्यां ऋषिभ्यः उत्तमं भगिनि अग्रे गच्छामः दिव्या भगिनी अग्रे पठतु गुरुः गुरवे गुरुभ्यां गुरुभ्यः वटुः वटवे वटुभ्यां वटुभ्यः शत्रुः शत्रवे शत्रुभ्यां शत्रुभ्यः विभुः विभवे विभुभ्यां विभुभ्यः अग्रे गच्छामः इन्दु भगिनी अग्रे पठतु आं भगिनि पिता पिता पित्रे पितृभ्यां पितृभ्यः विधाता विधात्रे पितृभ्यां पितृभ्यः विधात्रे विधातृभ्यां विधातृभ्यः कर्ता कर्त्रे कर्त्रे जस्ट वन कर्त्रे कर्तृभ्यां कर्तृभ्यः अग्रे पठतु जीत महोदय भूमिः भूमये भूम्यै भूमिभ्यां भूमिभ्यः विभूतिः विभूतये विभूत्यै विभूतिभ्यां विभूतिभ्यः मूर्तिः मूर्तये मूर्त्यै मूर्तिभ्यां मूर्तिभ्यः उत्तमं भवान् ज्योति भगिनी अग्रे पठतु भगिनी ऐ एम् सोरि ऐ हेव् अ डौट् मे ऐ आस्क् भगिनी again, this is again to do with script, but I thought I would check. For Karta Bhagini, we just discussed it earlier. So it is Kartre, Kartribhyam, Kartribhya, right? So yes, correct. When we write this Kartre, the tra in the first word is different, is written differently in tra in Tribhyam. Why is that? Bhagini, see page number 150, third one, pink box. Yes, yes, I have seen it, Bhagini. I'm just trying to understand why we write the tra in two different ways. Because tra, we are writing it differently when in Kartre, and tra, we are writing it differently in Kartribhya. Why can't we use same tra in both places, Bhagini? Yes, actually, basic word. Namakartru, yeah, Pratipadikam is there before Dhyam and Gyaha. Right. Just like Bhratru Dhyam, Bhratru Gyaha. Bhratru is the basic word. Namapratipadikam is present before Dhyam and Gyaha. So can we write in Kartra Bhyam, the tra, like we have written it in Kartre, or that would be No. We cannot write it like that. Okay. Yes. Okay, Dhanyavada. Sorry for the interruption. Okay. Jyoti Bhagini, agare pathatu. Bhagini. Nari. Nari. Not Nari. Please. Page number 151, Chamu. Sorry, Chamu. Chamu. Chamu. Page number 151. Chamu, Chamvai, Chamubhyam, Chamubhyaha. Vadhu, Vadhuhu. Vadhvai, Vadhubhyam, Vadhubhyaha. Mata, Matre, Matrubhyam, Matrubhyaha. Swasa, Swasre, Swasrubhyam, Swasrubhyaha. Uttamam. Nama atra api, Matrubhyam, Matrubhyaha, Swasrubhyam, Swasrubhyaha. Mitrubhyam, Mitrubhyaha, Mitrubhyaha. Mitrubhyam, Mitrubhyaha. Just like that. Ambhagini. Agre gathamaha. Lakshmi, agre pathatu. Vari, Varine, Varibhyam, Varibhyaha, Dadi, Dadine, Dadibhyam. It is Dadne. Dadye, Dadibhyam, Dadibhyaha, Madhu, Madhune, Madhubhyam, Madhubhyaha, Vastu, Vastave, Vastubhyam, Vastubhyaha. Vastane. Very sorry. Parantu, not, I'm very sorry. It is Vastune. Yes, correct. Vastune. Right, Bhagini? Vastane or Vastune? Yes. Vastu. So Ukaranta Sri Linga Napunsakalinga. Vai Dadi Madhu Vastu. Four words are Napunsakalinga. Vastu ne. Madhune. Vastu ne madhubhyam. And Dadi is also, Dadi you were talking about earlier too, Dadine. Dadibhya. Okay. Third last word. Vastu. Bhagini. Bhagini, how do you write Vasre? Vastune. swasre swasre swasa swasre swastrubhyam swastrubhyah swasre swasre so and prakash wala ro prakash how you will write pro just like that sro and matra sre divya bhagini send message sre ha am am dhanyavaadah okay am am dhanyavaadah bhagini अग्रे गच्छामः अवर्णे विद्यमानस्य शब्दस्य चतुर्थीविभक्तिरूपेण रिक्तस्थानानि पूरयत सन्ध्या भगिनी प्रारम्भं करोतु आं भगिनी हा अवर्णे विद्यमानस्य शब्दस्य चतुर्थीविभक्तिरूपेण रिक्तस्थानानि पूरयत उदाहरणं माद्री पुत्राभ्यां पुत्रौ पुत्रौ अस्ति पुत्रौ अस्ति नाम पुत्रः पुत्रौ पुत्राः नाम प्रथमा द्विवचनम् अस्ति तत्र पुत्र तर्हि द्विवचने एव कर्तव्यमस्ति केवलं तस्य चतुर्थीविभक्तिः आवश्यकमस्ति चतुर्थीविभक्तिः द्विवचनम् आवश्यकमस्ति भटः अश्वाभ्यां जलं दत्तवान् अश्वाय अश्वाभ्याम् अश्वेभ्यः सारि अश्वाय अश्वभ्याम् अश्वेभ्यः अश्वाय अश्वाभ्याम् अश्वेभ्यः अश्वेभ्यः भटः अश्वाभ्यां जलं दत्तवान् अश्व नाम जस्ट् लैक् देव देवाय देवाभ्यां देवेभ्यः जस्ट् लैक् देट् अश्वाय अश्वाभ्याम् अश्वेभ्यः अग्रे अपि पठतु सः मित्रे पुस्तकं ददाति मित्रं मित्रे मित्राणि द्विवचनं नपुंसक अतः सः मित्राय मित्रभ्यां मित्रभ्यः नाट् मित्रभ्याम् इट् इस् मित्राभ्यां मित्राभ्यां सारि सारि भगिनि सः मित्राभ्यां पुस्तकं ददाति उत्तमं भगिनि अग्रे गच्छामः शीला भगिनी पठतु राजा इस् इट् राजा और् अनुजा भगिनि अनुजा बन्धुभ्यां अनुजा बन्धुभ्यां मधुरं दत्तवती दीर्घौति बन्धुः भगिनी Your voice is breaking up. Okay. Now can you hear properly? I'm beginning. Astu. Sheila Bhagini, fourth one. राजा गुरुभ्याम् उपायनाति ददाति गुरुभ्यां दीर्घः अस्ति अस्तु उत्तमं सृष्टि भगिनी फिफ्थ् अण्ड् सिक्स् पितामह पौत्राभ्यां गीतं ददाति पितामहः पौत्राभ्यां गीतां ददाति उत्तमं भगिनी अग्रे अपि पठतु अहं भ्रातृभ्यां वस्त्राणि यच्छामि उत्तमं उत्तमं भगिनि. सूक्ष्मा भगिनी अग्रे पठतु. भक्तः मूर्ति मूर्तिभ्यां पुष्पाणि समर्पयति. मूर्ति दीर्घ अस्ति. उत्तमम्. भवान् धेनुभ्यां तृणानि दत्तवान्. उत्तमं भगिनि. दिव्या भगिनी अग्रे पठतु. कृष्णः मातृभ्यां वस्त्राणि दत्तवान्. पिता पुत्रीभ्यां शाटिकां दत्तवान्. पुत्रीभ्यां शाटिकां दत्तवान्. पुत्री जस्ट् लैक् पुत्रीभ्यां शाटिकां दत्तवान्. उत्तमं भगिनि. इन्दु भगिनी अग्रे पठतु. कुत्र अस्ति भगिनी? वीडियो द्रष्टुं शक्नुमः. गुड् टु सी यु भगिनी. इन्दु भगिनी, थेङ्क् यु. धन्यवादः. Sorry, I don't know how it happened. I was trying to get my... एतस्य कोष्टकस्य सहायेन यथोदाहरणं वाक्यानि रचयत. जस्ट् अ मिनिट्. एतस्य कोष्टकस्य सहायेन यथोदाहरणं वाक्यानि रचयत. गृहस्थः अतिथिः अपि अस्ति, अतिथयः अपि अस्ति. गृहस्थः अतिथे अतिथये अतिथ्यं ददाति. अतिथ्यं ददाति. अतिथ्यम् आतिथ्यम् इति आतिथ्यम् इति what is the word? Hospitality. Hospitality, yes. Sorry. Yes. Hospitality ददाति. अधुना अतिथयः. पार्डन् भगिनि, धन्यवादः भगिनि. अहं न श्रोतुं न शक्नोमि. अतिथयः अस्ति, श्रोतुं शक्नोति वा? आतिथ्यम् इदन्ति. थर्ड् बाक्स्, थर्ड् बाक्स्. गृहस्थः आतिथये अतिथये आतिथ्यं ददाति. न भगिनि, शृणोतु एकनिमिष. गृहस्थः अतिथिः अस्ति चेत् अतिथये आतिथ्यं ददाति. गृहस्थः अतिथयः अस्ति चेत् अतिथिभ्यः आतिथ्यं ददाति इति करणीयमस्ति. उदाहरणं पश्यतु. आम् भगिनि, आं भगिनि, अवगतम्. ऐ वाज़् अ बिट् कन्फ्यूस्ड्. रथिकः सारथिभ्यः सारथयः. नो, सारथिः अस्ति तर्हि एकवचनमस्ति. सारथयः अस्ति चेत् बहुवचनमस्ति. अधुना अपि सारथिः अथवा सारथयः, बोत् वर्ड्स् आर् इन् प्रथमा विभक्ति. वि वाण्ट् टु चेञ्ज् इट् इन् टु चतुर्थी विभक्ति. रथिकः सारथिः सारथये न भगिनि, अहं न श्रोतुं न शृणोति न शृणोति न शृणोमि सोरि इन्दु भगिनी यु टु मेक् टु डिफ्रेण्ट् सेण्टेन्सेस् वन् वित् द एकवचन शब्दः चतुर्थी विभक्ति एण्ड् वन् वित् द बहुवचनं चतुर्थी विभक्ति आम् रथिकः सारथिः कथं ददाति I'm confused. Okay. We will tell you. Sukshma Bhagini, vadatu. Page 152, Bhagini, Indu Bhagini, page 152. It is on, I'm on the page 152. Yeah. See, the words in the first column. Kupaya, ekavaram udaharanam pathatu. Udaharanam pathatu. गृहस्थः अतिथये आतिथ्यं ददाति गृहस्थः अतिथिभ्यः आतिथ्यं ददाति अतिथये इस् चतुर्थी विभक्ति आफ् अतिथिः एण्ड् अतिथिभ्यः is chaturthi vibhakti of atithayah got it yeah no bhagini no I haven't got it I think I'm very much confused. Second column and third column. Second column is Ekavachanam. And Prakraham would be the third column. Third column is Prakraham. And fourth column is the thing which... first one wants to give nama gruhasthah ratikah guruh they want to give atithyam pragraham ashisham dugdham bhojanam parantu kasmai tarhi second column tasya chaturthi vibhakti ekavachanam avashyakam asti third column tasya api चतुर्थी विभक्तिः बहुवचनम् आवश्यकमस्ति प्राप्तं वा आं भगिनि केन् यु मेक् सम्बडि एल्स् डू दिस् कपल् आफ् देम् देन् ऐ विल् प्राब्लि बि इन् द फ्लो आफ् इट् ओके जिन् महोदय कृपया करोतु आं भगिनि गुरुः वक्तवे आशीषं ददाति गुरुः दातृभ्याम् आशीषं गुरुः वक्तुभ्यम् आशीषां ददाति नेक्स्ट् वन् माता शृणुः माता सुनवे माता सुनवे दुग्धं ददाति माता सुनृभ्यां दुग्धं माता सुनुभ्यः दुग्धं ददाति वे and sunuvah asti chet sunubhyam sunubhyam sunuhu nama putrah sunuhu nama putrah pratam va aham bhagini aham bhagini aham pratam I think I have got it now yes so please dhanyavaad data bhokta bhojanam so data bhokte bhokta hai ha data bhokta hai bhojanam bhokta hai bhokte bhokte Bhuktei, strilingam, data bhuktei. Bhukta, oh, I don't get it. Is it, it's like mata, sita, yes, yes. sita. And it's ekavachanam, so it's, X Bhoktai Bhoktre Koha Tre Bhoktre Data Bhoktre Bhojanam Dadati Data Bhoktabhyam Bhoktrubhyah Data So data bhoktrubhyaha bhojanam dadati. Pashatu vatu sunu they are ukaranta shabdaha. Tatra rukarma agacchati. परन्तु भोक्तृ कर्तृ बोथ वर्ड्स आर ऋकारान्तः तर्हि भोक्त्रे कर्त्रे पित्रे मात्रे स्वस्त्रे जस्ट लाइक दैट एकवचनम् एंड बहुवचनम् मातृभ्यः भोक्तृभ्यः पितृभ्यः स्वसृभ्यः दातृभ्यः जस्ट लाइक दैट वी विल राइट प्लूरल फॉर्म For bahuvachanam, I got it, but for ekavachanam, bhokte. Yes, I will tell you. Page number 150. Think box first three words. Si bhratre, abhyantre, partre. Just like that, it is bhuktre. Basic word is bhuktu. Ka and ka, ka half ka and then rupa. Bhagini, now I get it. Dhanyavadaha. ओके अगर अच्छा मह ज्योति भगिनी अग्रे पठतु आम भगिनी प्रकृति ही कर्त्रे प्रेरणां ददाति कर्त्रे प्रेरणां ददाति प्रकृति कर्तृभ्यां प्रेरणां ददाति नेत Shall I go ahead, Magini? Yes. Neta kavaye rangavalli dadati. Neta kavaye anusmaram avashyakam asti tatra rangavallim. Neta kavaye rangavallim dadati. नेता कविभ्यां रङ्गवल्लीं ददाति. उत्तमं भगिनि. अग्रे गच्छामः. लक्ष्मी भगिनी भगिनी भगिनी ऐ एम् अगेन् कन्फ्यूस्ड्. नेता कविः नेता कवये मानपत्रं ददाति. तत्र मानपत्रमस्ति पुस्तके. पुस्तके मानपत्रमस्ति. सोरि इव मेड्. अस्तु मानपत्रम् उत्तमम् अस्ति. अत्र रङ्गवल्ली अस्ति तर्हि रङ्गवल्लीं कोऽपि शब्दः अस्ति चेत् चलति तत्र. आं धन्यवादः भगिनि. उत्तमं भगिनि. लक्ष्मी भगिनी अग्रे पठतु. कृषकः जन्तु जन्तवे आहारं ददाति. कृषकः जन्तुभ्यः आहारं ददाति. उत्तमं भगिनि. अग्रे पठतु. भवान् व्यक्तये वस्त्राणि ददाति. भवान् वक्तव्यः वस्त्राणि ददाति. व्यक्तिभ्यः व्यक्तिभ्यः व्यक्तिभ्यः व्यक्ति अस्ति व्यक्ति व्यक्तिभ्यः व्यक्तिभ्यः ओके व्यक्तये एण्ड् व्यक्तिभ्यः व्यक्तये एण्ड् व्यक्तिभ्यः. इकार अस्ति चेत् ये भवति. उकार अस्ति चेत् वे भवति. व्यक्तये एण्ड् व्यक्तुभ्यः. शिक्षकः भगिनी अग्रे गच्छामः. सन्ध्या भगिनी पठतु. आं भगिनी शिक्षकः अध्येता इत्युक्ते अध्येतायै न न अध्येता एण्ड् श्रोता वर्ड्स् आर् अध्येतु एण्ड् श्रोतृ श्रोतृ ओके ओके धन्यवादी. अध्येत्रे शिक्षकः अध्येत्रे पुस्तकानि ददाति. शिक्षकः अध्येतृभ्यः पुस्तकानि ददाति. अध्यक्षः श्रोत्रे उपायनानि ददाति. अध्यक्षः श्रोतृभ्यः उपायनानि ददाति. उत्तमम् उत्तमं भगिनि उत्तमं. तर्हि अधुना विविल्सी भाषा भाषा ओके विल स्टॉप हियर एंड देन नेक्स्ट टाइम आई एम गोइंग टू गिव यू होमवर्क फॉर चतुर्थी विभक्ति. सो प्लीज गो थ्रू ऑल टेबल्स. Now we should know all tables minimum up to Chaturthi Vibhakti. So can we stop here? Am Bhagini. Shall we? Okay. Sukshma Bhagini. प्रार्थनां वदति वा. आं भगिनि. ॐ सर्वे भवन्तु सुखिनः. सर्वे सन्तु निरामयाः. सर्वे भद्राणि पश्यन्तु. मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. उत्तमं भगिनी, वी विल स्टॉप हियर.